नमस्कारः सर्वेषाम्, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्द्रधातु प्रकरणे लृट् लकारः इति पाठः तत्र अन्तिमभागे स्मः। तत्र वयं गत सप्ताहे तत्र यङन्तदातवः तेषां तत्र यङन्तदातूनां लृट् लकारस्य रूपसिद्धिः इत्यत्र वयम् अतोलोपः यस्य हलः इत्यनयोः प्रसक्तिः कथं भवति इति दृष्टवन्तः। उदाहरणं लोलूय नेनीय योगः इष्यते, तदेव आसीत् खलु न तद् न क्षम्यता, नेनीय योगः इष्यते इत्यत्र अतोलोपः इत्यनेन लोपकार्यं भवति। नेनीयिष्यते इति तत्र तु सामान्यमेव, लोलूयिष्यते इति तत्र यस्य हलः इत्यस्य या शब्दस्य लोपः, यदा गतपाठे आसीत् तदेव पुनः अत्रापि योजितम् आसीत्। यङ् प्रत्ययात् पूर्वं हल् वर्णः अस्ति चेत् प्रश्नः आयाति, तत्र सम्भावना द्वयम्। एका सम्भावना अस्ति भाभ्रश्य योगः इष्यते, तत्र यस्य हलः इत्यनेन पूर्णतया य शब्दस्य लोपः वा, अथवा अन्यत् सम्भावना आसीत् यस्य हलः इत्यनेन यकारस्य लोपः, अनन्तरम् अतोलोपः इत्यनेन अकारस्य लोपः वा, भ्रशिष्यते इति रूपम् इति, एतदेव वयं गतपाठे दृष्टवन्तः। तत्र नेनिजिष्यते वेविदिष्यते, तत्र उपधायां लघु इक् वर्णः अस्ति, परन्तु तत्र कथं वा तत्र पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं न भवति इति चिन्तनमासीत्। तत्र एव वयं चर्चितवन्तः अचः परस्मिन् पूर्वविधौ इत्यनेन तत्र स्थानिवत् भवति, परनिमित्तः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये। तत्र वेविद्योगः इष्यति इत्यनेन वेविध योगः इष्यति इत्यनेन यत् अकारलोपः अतोलोपः इत्यनेन कृतम् आसीत् तद् स्थानिवत् भवति इति कारणेन यदा पुगन्तलघुपदस्य च अत्र आगत्य कार्यं कर्तुम् इच्छति तद् उपधायां तत्र धकारः एव दृश्यति, न तु इकारः, अतः तस्य प्रसक्तिः अत्र न भवति। परनिमित्तकः अजादेशः स्थानिवत् पूर्वविधौ कर्तव्ये, तत्र पूर्वविधिः यदा कृतं तद् इदानीम् एतद् न पश्यति इति कारणेन तस्य कार्यम् अत्र न भवति, तेन अल्लोपः स्थानिवत् भवति। अल्लोपः इति अतोलोपः इत्यनेन यद् अल्लोपः कृतः तत् स्थानिवत् भवति, यस्मात् गुणकार्यं न सम्भवति इति तदेव वयं दृष्टवन्तः। तत्र पूर्वतन उदाहरणं कथा इत्यस्य उदाहरणमेव पुनः अत्र योजितमासीत्, यदा वयं तत्र चर्चितवन्तः तदेव गृहयोगः निच् गृह् धातुः, तत्र कथं वा अतः अचः परस्मिन् पूर्वविधौ इत्यस्य कार्यम् इति, एतत् सर्वं जातम्। सो तत्र अत्र प्रकृतौ नेनिज्योगः इष्यति इति स्थले इत्यस्मात् आरभ्य पठामि महोदय। गृहयोगः निच् इति अस्ति खलु, तस्मात् अनन्तरम् एकः परिच्छेदः, अत्र प्रकृतौ नेनिज्योगः इष्यति इष्यते इति स्थले प्राप्तं वा? महोदय क्षम्यताम्, अहम् अनन्तरं पठामि। अस्तु, अरुणा भगिनी पठति वा? आं भगिनि, अत्र अत्र प्रकृतौ नेनिज् इष्यते इति स्थले यदा पुगन्तलघुपदस्य च इत्यनेन उपधायां स्थितस्य लघु एकः गुणः जायमानः तदा इष्यति इति निमित्तं मत्वा अल्लोपः स्थानिवत् भवति, अतः उपधागुणः न सम्भवति। भगिनि कुत्र अस्ति तत्र गृहयोगः णिच् इति अस्ति खलु, कथयोगः णिच् गृहयोगः णिच् कथा कथयोगः णिच् गृहयोगः णिच् अग्रिमपरिच्छेदः अत्र अग्रिमम् अत्र प्रकृतौ अस्तु अस्तु क्षम्यतां भगिनि हा नास्ति चेत् आम् अत्रापि वयं चतुर्थवन्तः नेने इष्यति अत्र गुणः भवति वा प्रसक्ति प्रगन्तलघुपदस्य प्रसक्तिः अस्ति परन्तु अल्लोपः स्थानिवद् भवति अतः उपदागुणः न सम्भवति अत्र प्रश्न आगतः यस्य अलः इत्यनेन या शब्दस्य लोपानन्तरं यदा पुगन्तलघुपदस्य इत्यनेन गुणः जायमानः तदा इष्यति इति निमित्तं मत्वा अल्लोपस्थानिवत् भवति तस्मात् उपदागुणः यत्र बाधितः तत्र अल्लोपः स्थानिवत् इत्यस्य कथनेन अल्लोपस्य स्थानिवत्नानिवत्त्वम् अकारे एव वा सम्पूर्णशब्दे वा तत्र अत्र या शब्दे एव तत्र माता उच्यते यत् अतः परस्मिन् पूर्वविदोतेन परनिमित्तकः आदेशः स्थानिवत् भवति पूर्वविदौ कर्तव्ये अत्रैव सूत्रार्थे अस्यां परिस्थितौ समस्या जायते यतोहि या शब्दस्य लोपः अजादेश एव नास्ति अतः या शब्दस्य लोपः प्रसङ्गः इति चेत् अचः परस्मिन् पूर्वजस्य प्रसक्तिः एव नास्ति भगिनि अत्र यस्य हलः सूत्रे वयं यदि या शब्दस्य लोपानन्तरं गन्तलघुपदस्य गुण भवितुमर्हति तदा इष्यति इति निमित्तं मत्वा अल्लोपः स्थानिवत् भवति तस्मात् उपधागुणः यत्र बाधिते तत् अल्लोपः स्थानिवत् तत्र किं वदति इत्युक्ते यस्य हलः इति सूत्रे वयं पूर्णतया यकार अकारयोः लोपः इति स्वीकुर्मः चेत् अनन्तरं किं भवति तत्र ने निज इति भवति खलु य शब्दस्य लोपः जायते इदानीं तत्र उपधायां कः वर्णः इकारः अस्ति इष्यते इति आर्धधातुक इति कृत्वा तत्र प्रत्ययः इति कृत्वा तत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं भवितुम् अर्हति सो तत्र इकारस्य गुणः भवितुम् अर्हति परन्तु वयं किं वदामः अल्लोपः स्थानिवत् इति वदामः तेन एव वयम् उपदागुणस्य बाधां उत्पद्यते तेन एव तत् बाधां कुर्मः खलु तत्र स्थानिवत् इति यदा वदामः तत्र य शब्दस्य अकारः अपि अस्ति इति कारणेन तत्र स्थानिवत्वम् अल्लोपस्य स्थानिवत्वं तु केवलम् अकारे अस्ति न तु य शब्द य इत्यस्य यकारे नास्ति अल्लोपः अल् इत्यनेन केवलम् अकारस्य एव स्थानिवत्वं न तु य शब्दस्य केवलम् एकस्य वर्णस्य इति अल्लोपः इत्युक्ते एकः एव वर्णः न तु वर्णद्वयं य अ न केवलम् अ एव सो सम्पूर्णशब्दस्य न तत्र मातृभिः किम् उच्यते अजः परस्मिन् पूर्वविधौ इत्यनेन यद् वयं बाधाम् उत्पाद्यमानः अस्ति खलु तस्य परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये तत्सर्वं तत् अजः परस्मिन् पूर्वविधौ इत्यस्य विषये तत्र समस्या भवति य शब्दस्य लोभः इति वदामः चेत् तत्र अजादेशः एव नास्ति किमर्थम् इत्युक्ते य इत्यनेन यकारः अकारः द्वयमपि अस्ति तदा अचः परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः एव न भवति सो तत्र अन्ते किं वदामः इत्युक्ते तत्र य शब्दस्य लोपः इति मा स्वीकरोतु, यकारस्य लोपः यस्य हलः इत्यनेन करोतु, आ शब्दस्य अतो लोपः इत्यनेन करोतु. किमर्थं टु स्टेप्स् इन्स्टेड् आफ् वन् इत्युक्ते तत्र अचः परस्मिन् पूर्वविधौ इत्यनेन तदा एव तस्य कार्यं भवति अथवा न भवति. अल्लोपः स्थानिवत् इत्यनेन अल्लोपः ओन्लि वन् सिलबल् वन् अक्षरं वर्णः. अवगतं वा? अतः भगिनी मया यस्य हलः या शब्दस्य लोप कृत्वा पङ्गुन्तलघुपदस्य च गुण भवितुम् अर्हति, परन्तु अल्लोपः स्थानिवद् भवति इति कारणात् गुणनिषेधः भवति. तदेव भगिनी गुणनिषेधः वयम् अचः परस्मिन् पूर्वविधौ इत्यनेन उत्पाद्यन्ते तदेव. स्वयमेव न भवति परन्तु कण्डिशन्स् तादृशं वयम् उत्पाद्यन्ते एव. तद् तादृशं न मा भवतु इत्यनेन स्टेप् टु य शब्द यकारस्य लोपः यस्य हलः इत्यनेन आ शब्दस्य अतो लोपः इत्यनेन सो तथा एव तत्र स्थानिवत् भवति इति कारणेन कुबन्तलघुपदस्य च इत्यस्य कार्यं न भवति. अथवा तस्य कार्यं भवति वा न वा इति न, परन्तु अचः परस्मिन् पूर्वविधौ इत्यनेन तत्र निषेधः कर्तुं न शक्यते अथवा बाधा कर्तुं न शक्यते. निषेधः इति न वक्तव्यं, बाधा उत्पाद कर्तुं न शक्यते. अत्र अल्लोपः नास्ति, केवलं या शब्दस्य लोपः. अगवद्गतं भगिनि. समाधानत्वेन मातृभिः प्रतिपाद्यते यत् यस्य हलः इत्यनेन या शब्दस्य लोपो न भवति, यकारस्य एव लोपः तदा अतो लोपः इत्यनेन अकारस्य लोपः अदन्ताङ्गस्य ह्रस्वाकारलोपो भवति, आदुदौतुकप्रत्यये परे अतः प्रथमम् अस्य हलः तदनन्तरम् अतो लोपः गादवेदनं रूपम् इष्टरूपं प्रसिद्धं भवति. यदि अतो लोपः इत्यस्य कार्यं प्रथमं क्रियते तर्हि यस्य हलः इत्यस्य प्रसक्ति एव न भविष्यति. यकार उत्तर उत्तरवकारस्य अभावात् अपि च अतस्मिन् पूर्वविधौ इत्यस्मिन् स्थानिवद्भावः निषेधार्थं न तु विधानार्थं भवति. अतः लोपः इत्यनेन अकारलोपविधानं साधयितुं न शक्यते अकारस्य स्थानिवद्भावेन. सो यस्य हलः इत्यनेन यकारस्य लोपः अयम् आश्चर्यस्य वार्ता, यतोहि यस्य हलः इत्यस्य कारिकाव्याख्यायां लिखितम् अस्ति यत् हल् उत्तरस्य या शब्दस्य आर्धधातुके लोपो भवति. सिद्धान्तकौमुद्यां च हलः परस्य या शब्दस्य लोपः स्यात् इति आर्धधातुके. तदुत्तरे माता वदति यत् द्वयोः प्रन्तयोः या शब्दस्य इदस्य अर्थः एवं नास्ति यत् यकारः अकारयोः लोपो भवति. अभयप्रत्यये सङ्घातग्रहणम् इत्यस्य उक्तवान् सङ्घातग्रहणम् इत्यस्य सम्पूर्णबोधनार्थम् अग्रे पठितव्यम् अदे काशिकायामपि वाटिकाकारपि तद् यकारलोपः या शब्दस्य लोपः भवति इति उक्तं, परन्तु मातुवि वदति या शब्दस्य सः केवलं यकारलोपः न तु यकाराकारलोपः. किमर्थमि चेत् साधनसङ्घातग्रहणम् इत्यनेन यकार आकारसङ्घातात् न स्वीकरणीयम्, एकस्वर्ण एव लोपः भवितुम् अर्हति. अतः या एव अपगच्छति यकार सिद्धति. अतः गुणकन्दलघुपदस्य कार्यं गुणकर्णः करोति. तत्र अतः सः सा उक्तवती तद् यस्य हलः इत्यनेन ये य शब्दः इत्यस्य तु लोपः न भवति, अतो लोपः इत्यनेन अकारस्य लोपः. अतो लोपः किं वदति, अदन्ताङ्गस्य ह्रस्व अकारोलोपो भवति आर्धधातुकप्रत्यये परे. अतः प्रथमं यस्य हलः इत्यस्य कार्यम् अनेन यकारलोपः, अनन्तरमेव अतोलोपः करणीयः. प्रथमम् अतोलोपः इत्यस्य कार्यं वयं यदा कुर्मः तदा यस्य अलः इत्यस्य प्रसक्तिः न भवति. यकार उत्तरवर्ति अकारस्य अभावात्, यकार उत्तरवर्ति अकारः इदानीं यदा नास्ति तदा यस्य अलः इत्यस्य कार्यं न भवति. अतः वयं तद् पूर्वविधौ अचः परस्मिन् पूर्वविधौ सर्वं साधयितुं न शक्नुमः, स्थानिवद्भावः निषेधार्थं न तु विधानार्थम्. ओ अस्तु, अतः तद् साधयितुं न शक्नुमः. अतः प्रथमं वयं यस्य हलः इत्यनेन यकारलोपः, अनन्तरम् अतोलोपः इत्यनेन अकारलोपः इति क्रमेण करणीयम् इति वदति. युग इष्यति इति स्थले अतो लोपः इत्यनेन एक अकारस्य लोपः भवति न तु यस्य हलः इत्यनेन. प्रमाणार्थं यस्य हलः इत्यस्य पञ्च पदमञ्जरीवाक्यायां माता पूर्वं परिच्छेदद्वयमस्ति भगिनि. लेलिख्ययोगः क्षम्यतां, लेलिख्ययोग इष्यति यस्य लोपः इत्यनेन यकारलोपः लेलिक् लेलिख भवति. लेलिखयोग इष्यति अतो लोपः इत्यनेन अल्लोपः. लेलिक् योग इष्यति अतस्परस्मिन् पूर्वविधौ इत्यनेन अकारस्य स्थानिवत् स्थानिवत्वात् सुगन्तबुद्धस्थितरेण गुणकार्यं न भवति, लेलिखिष्यति भवति. तत्र माधवे उद मतं स्वीकृत्य लेलिख्य अत्र यस्य पदमम् अस्य हलः इति यकारलोप एव करणीयं. ततः प्रातिपदिकम् अस्ति लेलिख इष्यति, अधुना अतो लोपः इदनेन अकारलोपः भवति. तस्मिन् पूर्वविधौ सूत्रं निषेधं करोति, न तु नियमं न करोति. अतः स्थानिवत् पुगन्तलघुपस्य गुणकार्यं न भवति, केवलं लेलिखिष्यति एव भवति. सत्यं, सम्यक्, धन्यवादः भगिनि, समीचीनम्. उषा भगिनि, बेसिक् डौट् भगिनि, लेलिख्य योगः इष्यति यस्य हलः इत्यनेन हल् उत्तरस्य यकारस्य लोपः. यकार अत्र हल् यस्य हलः इत्यनेन यकार अकार सूचयति खलु? सत्यम्. अय्यो लास्ट् पेज् अस्तु, तदेव पुनः आगच्छति, पुनः तदेव वदति. एकनिमिषं भगिनि, लास्ट् पेज् उत्तरस्य या शब्दस्य लोपो भवति आर्धधातुकप्रत्यये यकार, आर्धधातुक या शब्दस्य सो इष्यति इति आर्धधातुकप्रत्ययः हल् उत्तर शब्द लास्ट् पेज् द जकारान्तधातु द गुडादिगण द दा धकार न न वि आर् इन् यङ्ग् यङ्ग् एण्ड् आफ् द एण्ड् आफ् द ऐ वास् देर् यङ्ग् पठतु न न ऐ एम् अट् द एण्ड् नौ प्राप्तं खलु मे निजिष्यति वि डिड् लास्ट् वीक् आं भगिनि सो यस् हलः उत्तर हल् उत्तरस्य यकारः यकारः इत्युक्ते यकार अकार द्वयोः अपि लोपः भवति यस्य हलः इत्यनेन सो लेलिख्य प्रथमम् अकारलोपः क्रियते चेत् यस्य हलः प्रसक्तिः नास्ति यतोहि यकार अकार नास्ति इति खलु ओके ले सो यस्य हलः इत्यनेन प्रथमं यकारलोपः क्रियते चेत् ले लिक् अकारः अस्ति सो ले लिख इति भवति ले लिख योगः इष्यति अतो ओके ले लिख देन् अतो लोपः ले लिक् योगः इष्यति अत्र एव ले लिक् योगः इष्यते इष्यति अच परस् पू लिक् पुगन्तलघुपदस्य च इति कर्तुं शक्यते यतोहि इकारः लिक् इत्यस्य इकारः उपदानेन ले लेक् इति भवितुम् अर्हति तद् न इष्यते अच परस्मिन् पूर्वविधौ इत्यनेन अकारस्य स्थानिवत्वात् अकारस्य स्थानिवत् इत्यस्य कृते अकारः अस्ति इति अचपरस्मिन् पूर्वविधौ इत्यस्य कृते अकारः इष्यते खलु तदा एव इकारः न उपदा भवति अकारः इष्यते तदा देन् वाट् डु वि से देन् स्थानिवत्वात् एव खलु अचपरस्मिन् अकारस्य स्थानिवत् पूर्वं यद् वयं दृष्टवन्तः अचपरस्मिन् पूर्वविधौ इत्यनेन स्थानिवद्भावः निषेधार्थं किमर्थं निषेधार्थं निषेधार्थम् इत्युक्ते गुणस्य स्थानिवद्भावः निषेधार्थं न तु विधानार्थम् इत्युक्ते तेन कार्यं निषिध्यते स्थानिवत्वा गुणकार्यनिषेध गुणकार्यस्य निषेध इत्युक्ते देन् ऐ वास् रीडिङ्ग् इट् अस् निषेध आफ् द स्थानिवद्भाव नो नो ओके ओके स्थानिवद्भावमपि इतोपि एकवारं पठ अपि च अचः परस्मिन् पूर्वदौ इत्यस्मिन् स्थानिवद्भावः निषेधार्थं स्थानिवद्भावः निषेधार्थं न तु विधानार्थं भवति स्थानिवद्भावः तु विधानार्थं न तु विधानार्थं भवति निषेधार्थं भवति इति निषेधगुणनिषेधार्थं अस्मिन् प्रसङ्गे गुणनिषेध परन्तु सामान्यतया निषेधार्थमेव स्थानिवद्भावः ओके अच परस्मिन् पूर्ववित् इत्यनेन ऐ वास् रीडिङ्ग् इट् वै वास् इट् स्थानिवद्भावस्य निषेधार्थम् इति ओके स्थानिवद्भावः निषेधार्थं भवति स्थानिवद्भावः गुणनिषेधार्थं न तु विधानार्थम् अत्र गुणनिषेधार्थम् अस्तु अस्तु अस्तु भगिनि तत्र वदति अतः अतो लोपः इत्यनेन अकारलोपविधानं साधयितुं न शक्यते अकारलोपं लोपविधानं विधानार्थं न भवति खलु स्थानिवद्भावः सो अतः सेण्टेन्स् तत्र एव कम्प्लीट् भवति अतः अतोलोपः इत्यनेन उकारलोपविधानं साधयितुं न शक्यते उकारस्य स्थानिवत् भावेन अस्तु भगिनि अग्रे पठामि यतोक्तं माता वदति यत् यस्य हलः इत्यनेन य शब्दस्य यकार अकारयोः लोपः यदि स्यात् तर्हि अचपरस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः एव न अभविष्यत् यतोहि अचः एव स्थानिवत्वं विधीयते तत्र च अकारः स्थानि नास्ति अपि तु य शब्दः एव स्थानि यतोक्तं माता वदति यस्य हलः इत्यनेन य शब्दस्य यकार अकारयोः लोपः भवति चेत् अचपरस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः एव न भविष्यत्। यस्य हलः इति लोपः यदि स्यात् अचपरस्मिन् पूर्वविधौ इत्यस्य कार्यं न भवति। ओके, अचः एव स्थानिवत्वं विधीयते, तत्र च अकारः स्थानी नास्ति, अपि तु य शब्दः एव स्थानि, तस्यां दशायां स्थानिवत्वं न भवति। या दट्स् वाट् यु वर् डिस्क्रैबिङ्ग्। यस् यस् भगिनि, पूर्णतया स्वीकुर्मः चेत् तत्र दोषः भवति। अग्रे तदेव अस्ति। ओके, लेलिख्य योगः इष्यति इति स्थले अतोलोपः इत्यनेन एव अकारस्य लोपः भवति, न तु यस्य हलः इत्यनेन। प्रमाणार्थं यस्य हलः इत्यस्य पदमञ्जरी व्याख्यायां माता प्रदर्शितवती यत् अवश्यं चातोलोप एव अत्र अत्र अकारयोगः अकारयोग अर् ऐष्टव्य इष्टव्य भाव ऐष्टव्य ऐष्टव्य अपि भवितुमर्हति। वृद्धि वृद्धि महोदय, बट् अकारयोगः ऐकार वुड् बि ऐकार नास्ति तत्र वृद्धि भवति, आदिवृद्धि इत्यनेन ऐष्टव्य इति भवितुम् अर्हति। अवश्यं चातो लोप एव अत्र ऐष्टव्य अथवा ऐष्टव्य, अन्यथा पा पचक इत्यादौ अत उपादायाः इति वृद्धिः। पा पचक इत्यादौ अत उपादायाः पच्छात् ओके अत उपादायाः इति वृद्धिः स्यात्, स्थानिवद्भावात् न भवति। ओके, ले लिख्य योगः इष्यति इति स्थले अतोलोपः इत्यनेन एव अकारस्य लोपः भवति। ओके, न तु यस्य हलः इत्यनेन प्रमाणार्थं ओके यस्य हलः इत्यस्य पदमञ्जरी व्याख्यायां माता प्रदर्शितवती यत् यस्य हलः इत्यस्य कृते अवश्यं चातो लोपः एव अत्र ऐष्टव्यः, अन्यथा पापचक च अतोलोपः अवश्यं च अतोलोपः एव अत्र ऐष्टव्यः, अन्यथा पापचक इत्यादौ अत उपादायाः इति वृद्धिः स्यात्, स्थानिवद्भावात् न भवति। सो प्रथमं ओके प्रमाणार्थं यस्य हलः इत्यस्य कृते अतोलोपः एव ऐष्टव्यः। ओके, तदेव अग्रे अस्ति। तस्मात् अङ्गात् अस्य सङ्गातस्य ग्रहणं तस्मात् सङ्गातस्य ग्रहणम् अवश्यः तु अनन अवयवः तु क्षम्यताम् तस्मात् सङ्गातस्य ग्रहणम् अवयवः अवयववशः तु तस्मात् सङ्गातस्य ग्रहणम् अवश्यव न अवयवलोपः इति अवयवशस् तु लोपः इति तदेव युक्तम्। पच् योगः यङ् पापच्य योगः नुल् इति स्थिते यस्य हलः पापच् योगः नुल् पापच्य योगः नुल् इति स्थिते यस्य हलः पूर्ण यकार अकारलोपः पापच् योगः नुल् अकारसहित यकारस्य लोपेन अचपरस्मिन् पूर्वविधौ इत्यस्य अप्रसक्तिः। ओके, स्थानिवत्व अभावात् अत उपदायाः इत्यनेन वृद्धिः भवितुम् अर्हति. पापच् वृद्धिः पा पाचक इति अनिष्टरूपम्. ओके, यदि क्रमेण यस्य हलः इत्यनेन यकारस्य लोपः क्रियते अपि च अतो लोपः इत्यनेन अकारस्य लोपः, तदा अच परस्मिन् पूर्वविधौ इत्यस्य स्थानिवत्वात् अत उपदायाः इत्यनेन वृद्धित्वमपि नास्ति, तस्मात् पापचक इति इष्टं रूपं जायते. ओ अस्तु, पापच्योगः पापच्ययोगः नूल् इति स्थिते अपि तस्य एव वयं स्वीकरणीयं. प्रथमम् अकारलोपः, प्रथमम् अतोलोप, वाट् शुड् बि डु, प्रथमं यस्य हलः इत्यनेन यकारलोपः, यकारलोपः यस्य हलः इत्यनेन ओ पूर्ण यकारलोपः, द्वयमपि द्वयमपि द्वयमपि क्रियते चेत् एव दृश्यते. प्रत्युदाहरणम् इति वदामः खलु, तत्र यदा वयं या शब्दस्य लोपं कुर्मः, लोपकार्यं कुर्मः, तदा किं भवति? तदा अच परस्मिन् पूर्वविधौ इत्यस्य प्रसक्तिः नास्ति. सो इफ् इट् कार्यं नास्ति चेत् स्थानिवद्भावः अपि नास्ति. तस्य अभावात् किं भवति? अत उपादायाः इत्यस्य कार्यं भवति. पा पच् योगः अक पा पा चक इति रूपं भवति. परन्तु यदि क्रमेण कुर्मः चेत् तादृशं वदति. अस्तु, सो प्रथमं यस्य हलः इत्यनेन यकारलोपः, अनन्तरं पापच इति अस्ति, पापच योगः, देन् अकारलोपः, देन् स्थानिवत्वम्, अनन्तरं देन् गुणः न सिद्धि, ऐ मीन् अत उपादायः इत्यस्य कार्यं न सिद्ध्यति इत्यनेन पापचक इति इष्टरूपं जायते इति. अतः एव क्रमेण किमर्थम् इति निरूपयितुं सा उक्तवती, पदमञ्जर्यां तादृशम् अस्ति अस्ति, अतो लोपः एव अत्र एष्टव्यः अवश्यं. तद् अवयवः किम् इति न जानामि. तस्मात् सङ्गातस्य ग्रहणम् अवयवशस्तु लोप इति, तद् किं न जानामि, तं मुद्रणदोष आर् किमपि नूतनशब्दः, अहं न जानामि तत् किम्. अतः तदेव प्रथमम् यकारलोपः प्रथमम्, अनन्तरम् अकारलोपः, सङ्घातग्रहणम्. ओके, सङ्घातग्रहणम्. ओके, आं भगिनि, अधुना काशिकायां, अधुना काशिकायां किं लिखितम् इति पश्येम. हलः उत्तरस्य य शब्दस्य आर्धदादिके लोपः भवति. ओके, हलः उत्तरस्य य शब्दस्य आर्धदादिके लोपः भवति. बे बिदिता, बे बिदितुं, बे बिदितव्यम्. ओके, तृच् तुम् अपि च तव्यम्. ओके, यस्येति यस्य इति सङ्गातग्रहणम् एतत्. तत्र अलौन्तस्य इति एतत् न भवति, अलौन्तस्य इति एतत् न भवति, अतोलोपः इत्यनेन एव तस्य सिद्धत्वात्. ओके ओके, अत्र दे हेव् डिस्कस् दट् बट् देन् दे हेव् सेट् इट्स् अलौन्तस्य इत्यनेन नास्ति, एतत् न भवति, अतोलोपः इत्यनेन एव तस्य सिद्धत्वात्. हल इति वा पञ्चमे निर्देशः, हल ओ हल् उत्तरस्य, हलः उत्तरस्य य शब्दस्य आर्धदादिके लोपः भवति इति चेत् हलः इति वा पञ्चमी निर्देशः. तत्र आदेः परस्य इति यकारः अनेन लुप्यते. हलः इति वा पञ्चमी निर्देशः, तत्र आदेः परस्य, हल् आदि, हलादेः परस्य, आदेः परस्य इति यकार, आदेः परस्य, ओके, आदेः परस्य इति यकारः अनेन लुप्यते सङ्घातग्रहणं किम् ईर् ईश् ईशा ईस् इस् ईस् इता ईस् इता ईर्ष् इता मव् मव् इता मव् इता हलः इति किं लो लू इता popu ita okay they are only saying the example somebody will even name their children like this irshita mavita iti artah kah iti agre tatya iti tik trich pratyaya kalu trich kalu trichva tad tatas pratyaya yat asmavi paditam tadva lolu ita लुट्लकार वा तत्र एव तादृशं भवति खलु स्विच् इत्युक्ते सुबन्तम् एतत्तु तिङन्तविषये खलु आं तिङन्तविषये बट् ऐ थाट् वी वर् डूयिङ्ग् द त्रिच् प्रत्यय टु भगिनि फर् द इडागम फर् द तव्यत् तुम् खलु बिकास् इट्स् अलाङ्ग् तुम् अपि च तव्य तुं तव्य सखिया सहित अस्ति इत्यनेन ऐ थाट् तृच् अस्तु अत्र अकार नास्ति सङ्गात नास्ति खलु अकार नास्ति ईर्ष मव् इति सङ्गातग्रहणं नास्ति अत्र नास्ति इति कृत्वा तदेव अग्रे अस्ति भगिनि अग्रिमपरिचयः पठतु अनन्तरं अत्र काशिकायां य शब्दस्य आर्धधातुकलोपः भवति इति तु लिखितम् अस्ति य शब्दस्य आर्धधातुकलोपः भवति इति तु लिखितम् अस्ति किन्तु तदा लिखितम् अस्ति यस्येति सङ्गातग्रहणम् एतत् सङ्गातग्रहणम् इत्युक्ते यत् यकारस्य लोपः एव भवति न तु अकारस्य किन्तु तदा यकारलोपः प्रसक्तः यकारलोपः प्रसक्तः यदा स च यकारः अकारसहितः यकारः अकारसहितः अस्ति चेत् एव ओके अत्र तत् हल् उत्तरस्य यकारः यकारयः एव भवितुं लोपः भवति न तु अकारः अस्तु अकारः नास्ति चेत् यकारलोपः न जायते अतः विशेषतः उक्तं यत् यस्येति सङ्गातग्रहणम् एतत् नो चेत् यदि य शब्दस्य लोपः इत्यस्य सामान्य अर्थः अभविष्यत् खलु अभिविष्यत् अभविष्यत् तर्हि यस्येति सङ्गातग्रहणम् एतत् इति वदनस्य आवश्यकता नास्ति नो चेत् यदि यशब्दस्य लोपः इत्यस्य सामान्य अर्थः अभविष्यत् तर्हि यस्येति सङ्गातग्रहणम् एतत् इति वदनस्य आवश्यकता नासीत् यशब्दस्य लोपः इत्यस्य वदनेन सर्वेषां बोधः तु भवति एव यत् द्वयोः वर्णयोः लोपः जायमानः तदानीम् अतिरिक्तं वक्तव्यम् अस्ति यदा सामान्यः अर्थः नास्ति अस्तु भगिनि ऐ सार्ट् आफ् अण्डर्स्टाण्ड् बट् सार्ट् आफ् डोण्ट् अण्डर्स्टाण्ड् सो तत्र प्रथमभागः स्वीकृतः सो य शब्दस्य आर्धधातुके लोपः भवति काशिकायां तत् वाक्यम् अलोन् य शब्दस्य अर्धधातुके लोपः भवति इति पाकः आम् भवति एव अस्तु भगिनि य शब्द अर्धधातुके लोपः भवति इति तु लिखितम् अस्ति किन्तु अत्र यस्येति सङ्गातग्रहणम् एतत् इति किमर्थम् आवश्यकम् इति चेत् सङ्गातग्रहणम् इत्युक्ते यकारस्य लोपः एव भवति यकार हल् वर्णस्य यकारः इति हल् वर्णस्य लोपः एव भवति न तु परः स्थितस्य अकारस्य अपि च तत् अकारः यकार अकारः इति अस्ति चेत् एव यस्य हलः इत्यस्य सूत्रस्य अपि प्रसक्तिः भवति तत्र यकारलोपः अस्ति चेत् एव यकारलोपः भवति इति उक्तं यत् यस्येदि यस्येदि सङ्गातग्रहणम् एतत् इति चेत् यकारः यकार अकारः इति अस्ति चेत् एव यकारस्य एव लोपः भवति यस्य हलः इति एव यस्येति सङ्गातग्रहणम् एतत् इत्यस्य लक्ष्यं खलु भगिनि ओके अकारसहित यकारः अकारसहित यकारः अस्ति चेत् एव यकारस्य लोपः यकारहल्वर्णस्य लोपः एव भवति यस्य हलः इति तथैव सङ्गादग्रहणं यस्येति सङ्गादग्रहणम् इत्येतत् इति नो चेत् यशब्दस्य लोपः इत्यस्य सामान्य अर्थः अभविष्यत् तर्हि यस्येति सङ्गादग्रहणम् एतत् इति वदनस्य आवश्यकता अपि नास्ति अस्तु यशब्दस्य लोपः इत्यस्य वदनेन सर्वेषां बोधः तु भवति एव यत् द्वयोः वर्णयोः लोपः जायमानः तदानीम् अतिरिक्तं वक्तव्यम् अस्ति यदा सामान्य अर्थः नास्ति अतिरिक्तं वक्तव्यम् अत्र तदानीम् अतिरिक्तं वक्तव्यम् अस्ति तत् ऐ हाव् टु रीड् इट् य शब्दस्य लोपः भवति परन्तु भिन्न भिन्नद्वयसूत्रद्वयेन भवति इति उक्तं सङ्गातग्रहणम् इति अतः एव अकारस्य लोपः अनन्तरं क्षम्यतां यकारस्य लोपः अनन्तरं अतिरिक्तं वक्तव्यम् इत्युक्ते अधिकं वक्तव्यं सामान्य अर्थः नास्ति एकवारं वयं सूत्रं पठामः चेत् तेन एव कुर्मः खलु तादृश स्टेप् टु अस्ति इति सूत्रं तु न वदति खलु अतिरिक्तं वक्तव्यम् अधिकं वक्तव्यम् अवगन्तुम् अधिकं वक्तव्यं य शब्दस्य लोपः इति उक्तं परन्तु अनन्तरं य शब्दस्य लोपः इति उक्तम् अतः अस्माकं भ्रमः भवति अनेन यकारस्य लोप य शब्दस्य लोपः इति वा इति परन्तु तादृश नास्ति सङ्गातग्रहणम् इति कृत्वा तत्र यकारस्य भिन्नभिन्नसूत्रेण तत्र य शब्दस्य लोपः भवति न तु केवल एकेन सूत्रेण यस्य अवगतवती परन्तु द एक्साक्ट् सेण्टेन्स् इस् टफ् अस्तु भगिनि एष्टव्यः इति तव्यत् प्रत्ययः खलु न तु तद्धित खलु एष्टव्यः इति तव्यत् खलु ईषु दातु तव्यत् अस्तु गुणः भवति तव्यप्रत्यय एव आम् एष्टव्य एव गुणक सौन्दर्य इति यत् यत् नास्ति तत्र शय इति नास्ति ज्येष्टव्यः इति आदिवृत्तिः नास्ति इष्दातु अस्तु इष्दातु तव्यप्रत्यय सो गुण एव भवति येष्टव्य अस्तु न तु आदिवृद्धि आदिवृद्धि न तु तद्धित तद्धितान्तपदं नास्ति तद्धित नास्ति एतत् आम् आं तव्यप्रत्यय भवान् अस्तु अत्र ततः खलु तत् कुतः प्रश्नः उदेति अस्तु प्रश्नः उदेति यत् काशिकाकारस्य च अपरेषां व्याख्याकाराणां च मनसि कुतः विचारः आगतः यस्येति सङ्गातग्रहणम् एतत् यस्य हलः इति सूत्रे तदर्थमेव यस्य इत्युक्तं न तु यः इति यकारस्य यः इति भवति खलु नो चेत् यः हलः इति सूत्ररूपं स्यात् तेन यकारस्यैव लोपः इति स्पष्टतया सूचितः भविष्यत् किन्तु तदा अकारसहित यकारः तदा अकारसहित यकारः भवेत् इति तादृशी सूचना न प्राप्येत यस्य इत्यस्य कथनेन प्रथमाविभक्तौ यः षष्टिविभक्तौ यः इत्यस्य एकनिमिष षष्टिविभक्तौ यः इत्यस्य प्रथमाविभक्तौ य इत्येव नाम यकारः एव किन्तु अनेन इष्टकार्यं सर्वत्र न सिद्ध्यति अधोभागे प्रदर्श्यते. अस्तु, तत्र यः हलः इति भवति चेत् तत्र कार्यं भवति खलु इति उक्तं, यकारस्य लोपः एव भवति इति. परन्तु तादृश कुत्रचित् क्लेशः भवति इति अत्र दत्तमस्ति, अधोभागे प्रदर्श्यते. इष्टकार्यं सर्वत्र न सिद्ध्यति, इत्युक्ते कुत्रचित् भवति, कुत्रचित् तत्र न क्लेशः भवति रूपसाधनार्थम्. अपि च यथोक्तम् उपरि यस्य इत्यस्य कथनेन य शब्दः इति अर्थः न भवितुमर्हति, यतोहि तथा अस्ति चेत् अचपरस्मिपूर्ववदि इत्यनेन अजादेशस्य अभावात् स्थानिवद्भावः न भविष्यति, यस्मात् गुणकार्यस्य सिद्धत्वात् अनिष्टरूपम् आयास्यति. अस्तु, अतः एव अतः यः नोक्तम् इति कृत्वा केवलं सामान्य अकारलोपः अपि नास्ति, यस्य इति उक्तं चेदपि यः शब्दस्य लोपः असम्भवः. अनेन पर्यवसितं यत् यस्य इत्यस्य कथनेन तादृशस्य यकारस्य लोपः, यः यकारः अकारयुक्तः इति इष्टः अर्थः इति कृत्वा व्याख्याकारैः उक्तं यस्य इति सङ्गातग्रहणम्. अतः यस्य इति सङ्गातग्रहणं किमर्थम् इति तत्र प्रदर्शितमस्ति. किम् एकनिमिषः. अपि च यथोक्तम् उपरि यस्य इत्यस्य कथनेन य शब्दः इति अर्थः न भवितुमर्हति, यतोहि तथा अस्ति चेत् अचपरस्मिन् पूर्वविधौ इत्यनेन अजादेश अभावः स्थानिवत् न भविष्यति, वयं जानीमः गुणाकारे भवति. यः नोक्तम् इति कृत्वा केवलं सामान्य अकारलोपः अपि नास्ति, सामान्य यकारलोपः नास्ति अत्र इति अस्ति, सामान्य यकारलोपः अपि नास्ति इति सङ्गातग्रहणम् इति उक्तं. तादृश तत्र यत् संयुक्तः यदस्ति सहित नास्ति, क्षम्यतां, तत्र संयुक्त सङ्गात इति अकारयुक्त यकारः इति तादृश तस्य एव यकारस्य लोपः भवति इति उक्तम्. अग्रे तत्र अलोन्तस्य इत्येतत् न भवति, अतो लोप इत्यनेन तस्य सिद्धत्वात्. अस्तु, तत्र यस्य हलः इत्यनेन तत्र अकारस्य लोपः भवितुमर्हति खलु इति, तत्र षष्टि इति अलोन्तस्य इत्यनेन कार्यं भवति इति प्रश्नः. तत्र तत्र अतो लोप इति यकारलोप अकारलोपं कर्तुम् अतोलोप इति अस्ति खलु, ततः पुनः अत्र यस्य हलः इत्यनेन अकारलोपस्य नूतनसूत्रस्य आवश्यकता नास्ति, अतः तत्र भिन्नकार्यमस्ति इति तत्र वयं ज्ञातुं शक्नुमः. यस्य हलः इति सूत्रे यस्य इति षष्ठ्यन्तं पदं, तदर्थं सूत्रे यस्य लोपः इति कथनेन अलोन्तस्य इत्यनेन यकार उत्तरवर्तिनः अकारस्य एव लोपः भवति स्म, किन्तु अस्य आवश्यकता नास्ति, यतोहि अतो लोपः इत्यनेन अकारलोपः शेष्यति. अतः पुनः सूत्रस्य तादृश अकारलोपकृते यस्य अल इत्यस्य आवश्यकता नास्ति खलु, अतः वयं ज्ञातुं शक्नुमः एतत् भिन्नमस्ति इति. अतः उक्तं यत् अतो लोप इत्यनेन एव तस्य सिद्धत्वात् अलोन्तस्य इत्येतत् न भवति इति. तत्र यस्य अल इत्यनेन अलोन्तस्य इत्यस्य कार्यं न भवति, किमर्थमिति चेत् अत्र अतो लोप इति एव अस्ति खलु सूत्रमस्ति इति. अतः तत्र षष्टी इति अलोन्तस्य इत्यस्य कार्यं न भवति, यस्य इति शब्दस्य अकारलोपः तादृशार्थः न भवति इति. तदा काष्ठिकायां दत्तमस्ति यत् हल इति वा पञ्चमनिर्देश, तत्र आदेपरसि इति यकारेण अनेन लुप्यते. अत्र उच्यते यत् यतो हि हलः इति कार्यस्य निमित्तं पञ्चमविभक्तौ तदर्थं लोपः यः विधीयते स केवलम् अग्रिमभागस्य प्रथमवर्णस्य स्थाने भवति. अत्र बोध्यं यत् वा इत्यस्य कथनेन सूत्रविकल्पः इत्यस्य इङ्गितं नास्ति इति मात्रा उक्तम्. अत्र केवलं यस्य हलः इत्यस्य यः एकः एव अर्थः, यत् यकारस्य एव लोपः, न तु यः शब्दस्य तस्य प्रतिपादनात् इतोपि एकः मार्गः अयम् इति. तत्र हलः इति तदेव खलु अस्माभिः पठितं पूर्वमपि, पञ्चमनिर्देशात् आदेय परस्य इत्यनेन यकारस्य लोपः सत्यं, अतः एव आदेय परस्य तदेव उक्तमासीत् आदौ. उषा भगिन्या पृष्टं खलु आदेय परस्य किमर्थम् इति, तद् आदिम यकार अकारयोः यद् आदौ अस्ति आदेय परस्य, हलः परस्य हल् आदेः परस्य यस्य इत्यनेन षष्ठी अलोन्तस्य न भवति इदानीम् आदेयपरस्य इत्यनेन तत्र पञ्चमनिर्देश कृत्वा इति तत्र हलः इति उक्तम् अतः पञ्चमनिर्देश कृत्वा यकारस्य लोपः इदानीम् आदेयपरस्य इत्यस्य तत्र आदेयपरस्य इति परिभाषासूत्रमस्ति पञ्चमनिर्दिष्टात् निमित्तात् विद्यमानशब्दः उक्तः आदेशः तस्य शब्दस्य प्रथमवर्णस्य एव स्थाने भवति परस्य यद् विहितं तस्य आदेः बोध्यम् इति सिद्धान्तकौमुदी परस्य यद् विहितं तद् पञ्चमी इति विहितं तस्य आदेः इति बोध्यं परिभाषासूत्रमेतत् इदं सूत्रं तस्मादिति उत्तरस्य इति नियमयति तस्मादिति उत्तरस्य तस्मादुत्तर इत्यनेन यावत् अस्ति परं तत्सर्वम् इति सूचयति तदा एव अलोन्तस्य इति खलु तत्र षष्ठी इत्यस्य स्थाने तत्र यदा भवति तथैव अत्र खलु तस्मादिति उत्तरस्य इति सर्वस्य भवति वा इति न आदेयपरस्य अलोन्तस्य अन्तिमस्य अत्र आदेः इति उच्यते यत् केवलं परभागस्य प्रथमवर्णस्य कार्यम् इति स्थानेन्द्रम् इत्यस्मात् स्थाने इत्यस्य अनुभवति अलोन्तस्य इत्यस्मात् अलः इत्यस्य अनुभवति अनुभूति सूत्रमस्ति परस्य आदेय अलः स्थाने इति अस्तु स्पष्टं खलु वयं जानीमः अग्रे काशिकायाम् उक्तं यत् सङ्गातग्रहणं किम् इति पुनः अस्तु ईर्षिता मव्यत अस्तु तत्र अत्र ईर्ष्य इति धातुः ईर्ष्य इति धातुः यकार एव सङ्घातः नास्ति अकारस्य अतः मव्य इति धातुः अत्र सङ्घातः नास्ति मव्य इति धातुः योगः तृच् प्रत्यय ईर्ष्ययोग तत्र इत्र तैडागमः भवति तत्र ईर्षिति ईडोग्य अस्ति इति कृत्वा ईर्षिता यदि यस्य हलः इत्यनेन हल् वर्णस्य आर्धातुके परे यकारस्य लोपः भवति तर्हि यकारस्य अत्रापि लोपः भवति अनिष्टरूपः भवति खलु यकारस्य लोपः यस्य हल इत्यनेन यकारस्य लोपः भवति चेत् तत्र अनिष्टरूपः भवति अत्र सङ्गातग्रहणस्य एव यकारस्य लोपः स्यात् इति अत्र वयं ज्ञातुं शक्नुमः तत्र निर्वारणार्थम् उक्तं यस्य इति सङ्गातग्रहणम् एतत् इति खलु ईर्ष इति इत्र इत्यस्य अत्र यस्य हलः इत्यस्य कारस्य प्रसक्तिः अस्ति खलु तत्र ईर्ष इति हल् उत्तरस्य एकारस्य लोपः भवितुमर्हति इति अस्ति सत्यं परन्तु सङ्गातग्रहणं नास्ति अत्र यकारः सङ्गातः नास्ति अकारस्य अनेन सदुयोगः नास्ति अतः तत्र अनेन अवगम्यते यत् यकारः यः यकारः अकारसहित तस्य एव लोपः भवति हल् हलहार्धातुके इति स्पष्टमस्ति अग्रे सः उषा भगिनी भवती पठति वा अरुणा भगिनी नास्ति कुत्रापि तत् काशिकायाः खलु काशिकायाः अन्तिमः अंशः अस्ति एकनिमिषम् आमाम् लास्ट् पेज् क्षम्यता एकनिमिषं भगिनि लास्ट् देन् कम्स् टाप् आं भगिनि आदेशे परस्य ओके गाट् आदेशपरस्य अस्तु काशिकायाः अन्तिमः अंशः अस्ति हलः इति किम् लोलू इता पोपू इता अनेन बोध्यं यत् यकारात् प्राक् हल् वर्णः नास्ति चेत् यकारलोपः न भवति सो लोलूय योगः इत्र इति स्थिते ओके लोलूय अत्र यकारात् अनन्तरम् अकारः अस्ति इत्यनेन देन् प्रथमं यस्य हलः अनन्तरम् अकारलो अनन्तरम् अतो लोपः सो लोलु इत्र लोलु इत्र लोलु इता किमर्थं देन् यकार अपि यकार अपि लोपः अकार अपि लोपः लो अग्रे अग्रे अस्ति ओ अस्तु अस्तु ओके ओके अत्र प्रश्नः उदेति यस्य हलः इति सूत्रेण य शब्दस्य यकारलोपः भवति चेत् लाघवं भवति अतो लोपः अकारयोः य शब्दस्य यकार अकारयोः लोपः भवति चेत् लाघवं भवति अतो लोपः इत्यस्य अनावश्यकत्वात् ओके तदर्थम् अच परस्मिन् पूर्वविधौ इत्यनेन यः लोपः अजादेशः उक्तः यः लोपः अजादेशः उक्तः तस्य अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम् अनेन तस्य स्थानिवद्भावः अपि भविष्यति लाघवम् अपि भविष्यति ओके नो चेत् लेलिख्य योगयिष्यति इति स्थले यशब्दलोपानन्तरं लेलिक् योगः इष्यति पुगन्तलघुपदस्य च इत्यनेन उपधायां स्थितस्य लघु इकः गुणः भविष्यति लेखिष्यति इति अनिष्टरूपं जायेत तर्हि अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम् अजादेशत्वं यशब्दलोपे स्वीकर्तव्यम् मातृभिः पृष्टं तथा भवितुम् अर्हति वा इति ताभिः प्रतिपादितं यत् बाह्यकारैः प्रदर्शितं यत् अनेकैः कारणैः अचपरस्मिन् पूर्वविधौ इति स्थले अजादेशः इत्युक्ते एकः एव अच्वर्णस्य यः आदेशः अच् युक्त हल् वर्णः चेत् अथवा अच् युक्त अच् वर्णः चेत् अजादेशः स्वीकर्तुं न शक्यते वयं पूर्वमपि इदं दृष्टवन्तः तदेव तदेव पुनः अस्ति नो नो दै वाण्ट् टु से अबौट् तद् लोलु इति लोलु इता पोपु लोलु इता इति भवति अत्र यस्य हलः इत्यनेन इति यकार अकारलोपः नास्ति तदा देन् अचपरस्मिन् पूर्वविधौ इत्यपि न कर्तुं शक्यते अचपरस्मिन् पूर्वविधौ एकः वर्णस्य एव लोपः जायते तथा एव वयं स्थानिवद्भावं वक्तुं शक्यते परन्तु अत्र यकार अकारलोपः भवति चेत् तथा नास्ति इति अस्तु अत्र उपरि पोपूय लोलूय इत्यस्मिन् तत्र हल्लु नास्ति खलु अतः तत्र प्रसक्ति एव नास्ति सत्यं हल् उत्तरस्य इति नास्ति अत्र अत्र य शब्दः इति किमर्थं तत्र यशब्दः यकार अकार अस्ति खलु अतः तत्र तत्र अतिदेश कृत्वा कर्तुं शक्यते इति इति प्रश्नः खलु तत् अतिदेशं कृत्वा साधयितुं शक्नुमः इति तत्र एव किं भवति अत्र तादृशं कृतं चेत् अन्यत्र क्लेशः भवति अतः तत्र केवलम् एकः एव अचुवर्णस्य एव आदेशः स्यात् इति किमर्थमिति अग्रे भाष्यकारः प्रदर्शयति आं तदेव अग्रे आं भगिनि भाष्यकारैः प्रमाणत्वेन अनेकानि उदाहरणानि दत्तानि अत्र एकम् ओके विंशति इति कृते विंशतेः पूरणम् इति अर्थे विंशतेः पूरणम् इति अर्थे विंशति शब्दात् तस्य पूर्णे डट् इत्यनेन डट् प्रत्ययः विंशति योगः डट् अनुबन्धलोपानन्तरं विंशति योगः अ अस्मिन् प्रत्यये परे विंशति इत्यस्य यचिबम् इत्यनेन भसंज्ञा भवति तदा ति विंशतेर्ङिति इत्यनेन भसंज्ञक विंशतेर्डिति ओ डिति तथा आम् आं भगिनि तथा ति विंशतेर् डिति इत्यनेन भ संज्ञकस्य विंशति शब्दस्य ति इत्यस्य लोपः विंश ति इत्यस्य लोपः विंशयोगः अ इति अ एव भवति दान् अतो गुणे इत्यनेन पूर्वपरयोः पूर्वरूप एकादेशः भवति पररूप एकादेशः अतो गुणे पररूप एकादेशः विंश इति शब्दः ओके विंशयोगः अ इति स्थले पररूप एकादेशः एकः एव अकारः अत्र तथा विंश इति शब्दः ओके विंशति विंशतेः पूर्ण पूर्णप्रत्ययान्तः अत्र तस्य पूर्णे डट् इत्यनेन डट् प्रत्ययः विंशतियोगः डट् ओके विंशतियोगः अ अस्मिन् प्रत्यये परे विंशति इत्यस्य यचिबम् इत्यनेन अकारः परः प्रत्ययः अस्ति इत्यनेन यचि आयाति यच् यचि प्रत्ययः परः अस्ति ति विंशतेर्ढति इत्यनेन भसंज्ञकस्य विंशतिशब्दस्य ति इत्यस्य लोपः भवति सो विंशति इत्यस्य ति इत्यस्य लोपः भवति विंशयोगः अ इति स्थिते अतो गुणे इत्यनेन पररूपम् एकादेशः विंश इति सिद्ध्यति अत्र ति लोपः तकार इकार ओके ओके तकार इकार इत्यत्र तकार इकार वर्णद्वयं लोपः अत्र उदाहरणार्थं महाभाष्यकार तथा एव लकेश्य हलः इत्यस्य कृते अपि द्वयोः वर्णयोः इति अत्रापि द्वयोः वर्णयोः वर्णद्वयस्य लोपः अत्र अच परस्मिन् पूर्वविधौ इत्यनेन ति लोपः अजादेशः इति स्वीक्रियते चेत् रूपं न विंशः इति रूपं न लभ्यते ति लोपः अजादेशः इति स्वीक्रियते चेत् विंशः इति रूपं न लभ्यते यतोहि विंशयोगः ति योगः अ इति भवति अतो गुणे इत्यस्य प्रसक्तिः तदा नास्ति विंशयोगः ति योगः अ एव तिष्ठति विंशयोगति योगः अ एव तिष्ठति अथवा अजादेशत्वेन ईकारः एव अजादेशत्वेन ईकारः एव स्वीक्रियते चेत् विंशयोगः इ योगः अ इति भवति तकारलोपः एव स्वीक्रियते अजादेशत्वेन इकारः इकारः एव स्वीक्रियते चेत् विंशयोगः इ योगः अ इति अस्ति अतो गुणे इत्यनेन विंशि योगः अ इति अस्ति विंश्य इति अनिष्टं रूपं भवति इकार अकार सो विंश्य इति अनिष्टम् अतः कथञ्चित् अपि अस्यां दशायां यत्र एकमेव अच्वर्णं त्यक्त्वा वर्णद्वयम् अस्ति एकमेव अच्वर्णं त्यक्त्वा वर्णद्वयम् अस्ति तत्र अच परस्मिन् पूर्वविधौ इत्यनेन अजादेशः न स्वीकर्तव्यः ओके सो अत्र वर्णद्वयमपि लोपः भवति इति भवति परन्तु वयम् अच परस्मिन् पूर्वविधौ इत्यनेन अजादेशः स्थानिवत् न स्वीकर्तुं शक्यते बिकास् अत्र वर्णद्वयमस्ति सो दिस् इस् नाट् द कौण्टर् एक्साम्पल् कौण्टर् कौण्टर् न किमर्थं वर्णद्वयं सङ्गातग्रहणं किमर्थम् इत्यस्य कौण्टर् नास्ति फेवरिङ्ग् एक्साम्पल् एव फेवरिङ्ग् एव फेवरिङ्ग् फार् ति इत्यस्य सङ्गा तकार इकारयोः यदा एकस्मिन् एव किं ति विंशते द्विति इत्यनेन द्विति इत्यनेन लोपः लोपः लोपः तथा एव इष्यते खलु ओके परन्तु अत्र it doesn't yasya halaha that no no not yasya halaha atra atparapin guru adadeshah ekay vachvarnasya kimartam iti tatra for that here yasya udaharanam asti bagini purvasya purva udaharanam aama tad tad nasti बट् अचः पूर्व परस्मिन् पूर्वविधौ इत्यस्य कृते उदाहरणं नाट् फार् यस्य हलः अत्र य शब्दस्य लोपः खलु य शब्दस्य लोपः इति अजादेश कर्तुं शक्यते खलु इति उक्तं तत्र तत्र तत्र तादृश तस्य कृते एव अच परस्मिन् पूर्वविध इति एकः एव अचवर्णस्य आदेशः भवेत् इति फार् दट् तत्र धनेन अजादेशः न स्वीकर्तव्यः अस्तु अस्तु भगिनि अन्यत् उदाहरणं स्थूलदूर युव ह्रस्व क्षिप्र शूद्राणां यणादिपरं पूर्वस्य च गुणः स्थूलदूर युव ह्रस्व क्षिप्र शुद्र इति एतेषां यणादिपरं लुप्यते इष्ट इमन् ईयस् इत्येषु प्रत्ययेषु परेषु पूर्वस्य च गुणः भवति स्थूलयुगः इष्टन् इति दीर्घसूत्रेण इत्यनेन यणादिः लुप्यते यणादिः लुप्यते लकार यण् यणादिः लकार लकार अकार यण् यवरलभ तत्र तदे खलु सर्वस्य लोपः यण् आदिः अतः अकारस्य अपि लोपः भवति अकारस्य अपि लोपः भवति लकारः इत्यस्य लकार इत्यस्य लोपः भवति ल इत्यस्य लोपः भवति स्तूयोगः इष्टन् सो लकार ल अपगच्छति स्तूयोगः इष्टन् तथा तेन एव सूत्रेण गुणः भवति तेन एव सूत्रेण इष्टन् स्तोयोगः इष्ट एचोयवायावः स्तविष्टः इति रूपम् अत्रापि लकारकारलोपः ओके अत्र अजादेशत्वं लशब्दलोपे स्वीक्रियते चेत् तस्य स्थानिवद्भावः भवति तर्हि स्थोयोगः इष्ट गुणादेशः तु भवति स्थूलदूर युव ह्रस्व क्षिप्र शूद्राणां यणादिपरं पूर्वस्य च गुणः इति सूत्रेण गुणादेशः तु भवति This is in 6-4, okay. Parantu, Sto-yogaha ishta, ishta iti krite, Sthanivad-babaha bhavati, Sto-yogaha ishta, aduna Sthanivad-babaha bhavati, La iti ekadeshasya. Ataha Sto-yogaha, La-yogaha ishta, Echo-yava-yavaha ityasya karyam, न भवति अतः स्थविष्ट इति रूपं न लभ्यते अतः यत्र एकमेव अच्वर्णं त्यक्त्वा वर्णद्वयम् अस्ति अतः यत्र एकमेव अच्वर्णं त्यक्त्वा वर्णद्वयम् अस्ति तत्र अचपरस्मिन् पूर्ववितौ इत्यनेन अजादेशः च स्थानिवद्भावः न स्वीकर्तव्यः तदेव तदेव तत्र भवति चेत् तत्र स्थानिवद् भवति ल इति भवति खलु अकारः एव अकारस्य भवति न तु लकारस्य अकारस्य स्थानिवद्भावः भवति तदा पुनः तत्र उपधायां लकारः भवति सः तत्र गुणः न भवति सो गुणः भवति यचो एव इति कार्यं न भवति सूत्रेण भवति पूर्वस्य च गुणः इत्यनेन भवति तल् इति भवति खलु मध्ये लकार तानिवद्भाव इति भवति कृत्वा लकारद्भाव खलु गत पूर्वं गुणः न अभवत् इदानीं एचोयवायवः इत्यनेन तत्र इष्ट इष्टरूपं न स्थोलिष्ट किमपि तादृशं भवति स्थोलिष्ट अतः तत्र किमर्थं तत्र प्रश्नः कः इत्युक्ते अच्वर्णः इत्युक्ते तत्र वर्णद्वयम् इति वा एकः एव वर्णः इति वा स्वीकर्तव्यम् फस्ट् दे हेव् गिवन् द निर्णय नौ दे आर् गिविङ्ग् द रीसन् रीसनिङ्ग् तादृशम् उल्टा अस्ति प्रथमं तद् यदा कोर्ट् मध्ये प्रथमं तत्र निर्णयः उक्त्वा अनन्तरं दे विल् आर्ग्यू अस्ति चेत् कथं भवति तादृशम् अस्ति तत्र महोदय तत्र स्थोय ल इति अस्ति तत् तत् इदानीं लोपः जातः परन्तु अचपरस्मिन् इत्यनेन तत्र यशोयवस्य कृते तत्र ल दृश्यते अस्माकं तत्र स्थो इष्ट एव परन्तु अत्र यशोयव न भवति तत्र स्थो इष्ट इति स्थो इष्टवृष्ट्या लकारः अस्ति कृते सा पश्यति सा तद् पश्यति सूत्रं पश्यति सूत्रं पश्यति सम्यक् एव अतः एव महाभाष्यं सर्वं सर्वं सा प्रदर्शयति सत्यम् आम् सम्यक् परन्तु आगत्य यस्य हलः टेक् सम् टैम् फर् मी अट् लीस्ट् आगत्य यस्य हलः इति सूत्रेण आर्धधातुकप्रत्यये परे हल् उत्तरस्य य शब्दस्य लोपः नास्ति अपि तु यकारस्य एव अस्तु तथा अतो लोपः इत्यनेन तस्य ह्रस्वकारस्य लोपः भवति आर्धधातुके प्रत्यये परे अनेन च अचपरस्मिन् पूर्वविधौ इत्यनेन पूर्वविधौ कर्तव्ये परनिमित्तिक अजादेशः स्थानिवत् भवति यस्मात् लेलिख्य योगः इष्यति इति स्थले अनिष्टं गुणकार्यं न भवति इष्टं रूपं च लेलिखिष्यति जायते अस्तु प्रथमं यकार हल् यकार इति हल् एव लुप्यते अनन्तरं मतोलोपः इत्यनेन अकारलोपः भवति चेत् अत्र गुणः न सिद्ध्यति लिखिष्यति एव भवति लेखिष्यति इति न मातृभिः उक्तं यत् भाष्यकारस्य अन्यमार्गः अस्ति एवं यत् यस्य हलः इत्यनेन य शब्दस्य एव लोपं कृत्वा अचपरस्मिन् पूर्वविधौ इत्यस्य स्थाने न धातुलोप आर्धधातुके इत्यनेन गुणकार्यं बाध्यते सो यकार अकारलोपः अस्ति चेत् भाष्यकारेण भाष्यकारस्य अन्य मार्गः अचपरस्मिन् पूर्वविधौ इत्यस्य स्थाने अचपरस्मिन् पूर्वविधौ इत्यस्य कार्यं नास्ति न धातुलोप आर्धधातुके सो न धातु सो लोपः इति अस्ति चेत् धातोः भागः लोपः अस्ति इति चेत् न धातुलोप आर्धधातुके आर्धधातुकपर प्रत्ययः परः अस्ति धातोः लोपः जायते चेत् धातोः भागः लोपः जायते चेत् गुणकार्यं नास्ति इति 114 न धातुलोपे आर्धधातुके अस्तु न धातुलोप आर्धधातुके धात्वंश धात्वंशलोपं लोपनिमित्ते आर्धधातुके परे इकारे गुणवृद्धि न स्तः. दिस् इस् ए ईज़ी वे भगिनि. सत्यं सत्यं. एतत्तु अस्माकं कृते तत्र सम्यक् अवगमनं भवेत् खलु, तत्र अवगमनं भवति इति चिन्तनमस्ति, तादृशचिन्तनं करणीयमिति तेषां तत्र कोर्ट् मध्ये तादृशमेव प्रथमं पुट् हेङ्ग् हिम् इति उक्त्वा अनन्तरम् आर्ग्युमेण्ट्स्. भगिनि एतत् सम्यक् अस्ति. अच परस्मिन् पूर्वविधौ दट् हेस् टु बि रीऐटेटेड् सो मेनि टैम्स् ऐ गेट् सो कन्फ्यूज्ड् एव्री नाउ एंड देन. न सत्यं, तद् सत्यम्. अहमपि तद् कथा इति उदाहरणमेव सम्यक् स्मरामि, अन्यत् तादृशम् अस्माकम् अभ्यासः नास्ति. सो पूर्वविधौ कर्तव्ये इति देन् पूर्वविधि इति किम् इति निर्णेतव्यं, परनिमित्तिक अजादेशः अपि निर्णेतव्यं. वेर् वास् दट् अण्ड् वै एनिवे फार् मी इट् टेक्स् टैम्. सो देन् ऐ फील् लैक् दिस् इस् मच ईजियर्. किमर्थं सत्यमेव, एतद् दिस् इस् द ईसियेस्ट् मार्ग. तद् तु बीटिङ्ग् अरौण्ड् द बुश् इति आसीत्. दिस् इस् ईसि. न धातुलोप अर्धदातुके स्ट्रैट् फार्वर्ड्, धातु अंशलोपनिमित्ते अर्धदातुके परे इको गुणवृद्धि न भवति, तावदेव खलु. तदेव तदेव अस्माकम् इष्टं कार्यं, गुण न भवेत् अत्र. धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धि न स्तः. धातोः कस्यचित् अंशस्य कस्मिंश्चित् आर्धधातुकस्य आर्धधातुकप्रत्ययस्य विषये लोपः भवति चेत् तस्य धातोः इक् वर्णस्य तस्मिन् आर्धधातुकप्रत्ययस्य विषये गुणवृद्धि न भवतः. अस्तु, धातुलोपशब्दे धातु इति भागेन धात्वंशस्य ग्रहणम्, अतः धातुलोपः इत्युक्ते धात्वंशलोपः. धातु लोपयति इति धातुलोपः, तस्मिन् धातुलोपे न अव्ययं, धातुलोपे सप्तम्यन्तम् आददातिके सप्तम्यन्तम् इको गुणवृद्धि इत्यस्य सम्पूर्णरीत्या अनुवृत्तिसहितसूत्रं. धातुलोपे आददातुके इकः गुणवृद्धि न. अस्तु भगिनि, सम्यक्, तदेव खलु. अस्तु महोदय, भवान् पठति वा? किञ्चिदेव अवशिष्टमस्ति, समाप्यामः एतत् पाठः, एषः पाठः. यङ्लुगन्तानां लृट् लकारस्य रूपसिद्धिः. सर्वे यङ्लुगन्त अनेकाचः, अनेकाच इति कर्णतः ततः खलु सेटः, सर्वे अपि सेटः. दादा इति अस्ति तत्र, दादा एव इष्यति, तत्र दादिष्यति इति भवति. आतोलोपः इति एकनिमिषम्. अस्तु, आतोलोपः इति चैतन्येन तत्र आकारस्य लोपः. अस्तु, आकारान्तस्य अङ्गस्य आकारस्य लोपः भवति अजादि आर्धातुके निति परे, आर्धातुके इति परे च. इति अजादौ आर्धातुके निति च अकारान् आकारान्तङ्गस्य लोपः भवति इति काशिकावृत्तिः. अजाद्योः आर्धधातुकयोः निति इटः परयोः आतः लोपः स्यात् इति सिद्धान्तकौमुद्यम्. आतः षष्ट्यन्तं, लोपः कृतमान्तम्, इति सप्तम्यन्तं च अव्ययम्. अनेकपदमिदं सूत्रम्. नीङः नीङो युडचि निति इत्यस्मात् अचि निति इत्यस् इत्यनेव अनुवृत्तिः. अङ्गस्य अर्धातुके इत्यनेव अधिकारः, अनुवृत्ति सूत्रमस्ति. अङ्गस्य आतः लोपः अचि निति अर्धातुके इति च इति तत्र. अस्तु, अत्र आकारस्य लोपः भवति, तर्हि अत्र इडागमः भवति किमर्थमिति चेत् अत्र अनेकाः सन्ति इति कारणात्. अजादि आर्धधातुके इति वदति, अजादि आर्धधातुके ङिति परे अथवा आर्धधातुके इति परे, अस्माकं तु आर्धधातुक इति परे खलु, इष्यति अतो लोप इति च आतो लोप अचि नीति आर्धातुके इति च अस्तु. ईकारान्तस्य शोश्री किमस्ति अत्र शेश्री अस्तु, शेश्री योग इष्यति तत्र शेष इष्यति तत्र गुणः भवति खलु, शेष गुणः भवति शेष इष्यति शेष गुणः भूत्वा गुणं आं सत्यं गुणः भूत्वा शेष्रे अनन्तरं एचो एव आयाव शेषयिष्यति शेषयिष्यति इति. उकारान्त भो भू इष्यति अत्रापि भो भविष्यति अत्र अत्रापि गुणः अपि च तत्र एचो एव भू खलु भो भविष्यति. ऋकारान्तः चर्कृ चर्करिष्यति अत्रापि गुणः चर्करिष्यति इति. दीर्घदकारान्तः तातरिष्यति अत्रापि गुणः. अधुपददातवः शासक इष्यति तत्र किं पिन्वति शासकिष्यति. दातः लेलिक् योग इष्यति ले लेखिष्यति अत्र गुणः भवति अत्र गुणः भवति यकारः नास्ति खलु यङ्ग् लुगन्त यङ्ग् लुक् जातः खलु यङ्ग् लुक् एव खलु एतत् लुक् जातः अतः गुणः भवति लेलिखिष्यति लेलिखि यङ्ग् लुगन्तधातुः अस्ति अतः उपादायः गुणः उदुपददातवः मोमोदिष्यति इत्येव तत्रापि गुणः. उदुपददातवः वरिवर्तिष्यति अत्रापि कार्यं गुणः एव कार्यम्. अवशिष्य दातवः बाबन्द् इच्छति अत्र किमपि कार्यमेव नास्ति बाबन्दिष्यति. क्यच् क्यश् क्यङ् प्रत्ययधातूनां वृत्तकार उपसिद्धिः क्यस्य विभाषा इत्यस्तु हल् परयोः क्यच् क्यङ् परयोः लोप वा स्यादार्धातुकी अस्तु अस्तु तत्र लोपः भवति चेत् तत्र यस्य हलः इत्यनेन खलु तत्र तादृशकार्यं चिन्तनीयं भवति अन्यथा तथैव तिष्ठति तत्र समिध्य समिदिष्यति इति भवति अत्रापि यस्य हलः अपि च अच परस् क्षम्यता अतो लोपः इति कार्यं तत्र तादृश भवति सत्यं हल् उत्तरस्य एव खलु आमां तत्र यस्य हल इति इत्यादि कार्यमस्ति सङ्गातग्रहणस्य य शब्दस्य लोपः यस्य हल इति कार्यम् अन्यथा तत्र रूपमस्ति तत्र विकल्पेन खलु तत्र समिध्यस्य विभाषा खलु अतः समिदिष्यति समिदिष्यति समिदिष्यति समि खलु तत्र इति समिदिष्यति समिदिष्यति ओ यकारः तिष्ठति अस्तु आम् सत्यम् यकारः एकारः तिष्ठति खलु समिध्य समिध्य योग इष्य तत्र इडागविष्यति अत्र अकारस्य लोपः समिदिष्यति इति भवति खलु तत्रापि हल्परयोः एव क्यश्च क्यङ् प्रत्ययोः लोपः अस्तु समानमेव यदा यस्य हलः सर्वे क्यच् क्यश् क्यङ् प्रत्ययान्तधातूनां लुट्लकारस्य सूत्राणि तथैव भवन्ति अनेन च अनेन च सर्वेषां धातूनां लुट्लकारस्य रूपसिद्धिः समाप्ता समाप्ता अस्तु समाप्ता लुट्लकारे तद् तद् आदौ यद् सप्तसूत्राणि वा नवसूत्राणि आसीत् खलु तदेव किञ्चित् क्लिष्टकरम् आसीत् अन्यत् सर्वं तु यदा पूर्वस्मिन् पाठे अथवा अग्रिमपाठे यत् भवति तदेव तदेव अस्ति तद् आशंसायां तद् किं तद् तदेव किञ्चित् नूतनम् आशंसायां यदि किमपि तद् सप्तसूत्राणि तत्रैव तत्रैव किञ्चित् आम् न्यू सूत्राणि न आम् आम् सप्त वा नव वा तदेव अहं वस्तु सप्त एव इति एक चिन्ता दीर्घकरपत्रम् इदानीं तु धन्यवादः आशंसायां भूतवच्च विभाषासाकाङ्क्षे न यदि अभिज्ञावचने लृट् अभिज्ञावचने लृट् न यदि विभाषासाकाङ्क्षे आशंसायां भूतवच्च क्षिप्रवचने लृट् किं वृत्तौ किं वृत्ते लिङ् लृटौ अनवक्लुप्त अमर्षयोर् किं वृत्ते अपि सप्त किं किला अस्ति अर्थेषु लृट् अष्ट नव आसीत् वा शेषे लृडयतौ तत्र सर्वत्र वयं नवसूत्राणि वारं वारं पठितं चेदपि आम् तद् आशंसायाम् आशंसायाम् इत्येव अहं स्मरामः अन्यत् किम् इति तत्र तत् लृङ् प्राङ्वत् इत्यपि स्मरणीयं लृङ् एव सर्वत्र पुनः तद् अनुवर्तते एतदेव अस्य पाठस्य किं वदामः अपूर्वविषयः एक्स्क्लूसिव् ओन्ली फार् दिस् पाठ तद् तद् नवसूत्राणि लृङ् प्राग्वत् सर्वत्र तदनुवर्तते अन्यत् इति उक्तं खलु फ्रम् नाट् द फस्ट् टु सूत्रास् प्राबब्लि फ्रम् द थर्ड् सो नेक्स्ट् विल् बि लुप्स् लकारः वा किम् आसीत् तदेव ते लृङ् लकारः क्षम्यतां लृङ् लकारः लुट् तु समाप्तं खलु लृङ् लृङ् लकारः आल् द टकारास् वि हव् फिनिश्ड् खलु लिट् न कृतवन्तः लुट् लृट् समाप् आर्धधातुक आर्धधातुके लुट् कृतं लृट् कृतं लृङ् इदानीं लुङ् पूर्वमेव लुङ् कर्मणि कर्मणि कृतं खलु लुङ् आमां लुङ् कर्मणि कृतम् अस्मि लृङ् अग्रिमसप्ताहे ते इदानीमेव कुर्वन्तः सन्ति इति चिन्तयामि मङ्गलवासरवर्गे लुङ् लुङ् लकारः विंशतितमपाठः So it has started in 2025 and Janim api prachalati. Asto fashyamaha. Ranasam, I don't go to the Tuesday class, right? Whatever little I can pick up, I can hear. Atra tu, it is in the mornings, I think 6:30 or something, India time. अत्र नाट् सूटबल् फार् मि दट् टैम् अस्तु भगिनि धन्यवादः धन्यवादः धन्यवादः नमस्कारः नमस्ते